पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 105 नारद उवाच क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयो भवन् धात्री च मालती चैव तुलसी च नृपोत्तमा धात्र्युद्भवा स्मृता धात्री मा भवा मालती स्मृता गौरी भवा च तुलसी तमः सत्त्व रजोगुणाः स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप उत्तस्तौ सम्भ्रमाद्वृन्दारूपादिशयमोहितः ददर्श तास्तदा मोहात् कामासक्तेन चेदसा तं चापि तुलसी धात्र्यौ रागेणैवाव लोकतां यच्च लक्ष्म्या पुरा बीजं माययैव समर्पितं तस्मात् तदुद्भवानारी तस्मिन्निर्ष्यायुधा भवद अधः साम्बर्वरीत्याख्या माधवस्यादिगर्हिता धात्री तुलस्यैतद्रा गात्तस्य प्रीतिप्रदे सदा ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव दु वैकुण्ठमगमदृष्टः सर्वदेव नमस्कृतः कार्तिकोद्यापने विष्णोः तस्मात् पूजा विधीयते तुलसीमूलदेशे दुःप्रीदिदा सा यदस्मृदा तुलसी काननं राजन् गृहे यस्यावतिष्ठते तद्गृहं तीर्थरूपं तु नायान्ति यमकिङ्गराः सर्वपापहरं पुण्यं कामदं तुलसीवनं रोपयन्ति नरश्रेष्ठा न ते पश्यन्ति भास्करीम् दर्शनं नर्मदायास्तु गङ्गास्नानं तथैव च तुलसीवनसंसर्गः सममेदत्रयं स्मृतं रोपणात् पालनात् सेकाद्दर्शनात् स्पर्शनान्नृणां तुलसी दहते पापं वाङ्मनकोय सञ्चितं तुलसी मञ्जरीभिर्यः कुर्याधरि हरार्चनं न स गर्भगृहं यादि मुक्तिभागीन संशयः पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस्तथा वासुदेवादयो देवास्तिष्ठन्ति तुलसीदले तुलसी मञ्जरीयुक्तो यदि प्राणान् विमुञ्चति विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम तुलसी मृत्तिकालिप्तो यस्तु प्राणान् विमुञ्चति यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि तुलसी काष्ठजं यस्तु चन्दनं धारयेन्नरः तद्देहं न स्पृश्येत् पापं क्रियमाणमपीहयद तुलसी विपिनच्छाया यत्र यत्र भवेन्नृप तत्र श्राद्धं प्रकर्तव्यं पितॄणां दत्तमक्षयम् धात्री छायासु ह्यः कुर्यात् पिण्डदानं नृपोत्तम तृप्तिं च यान्ति पितरस्तस्य ये नरके स्थिताः मूर्ध्निपाणौ मुखे चैव देहे च नृपसत्तम दत्ते धात्रीफलं यस्तु स विज्ञेयो हरिस्वयम् धात्रीफलं च तुलसी मृत्तिका द्वारगोद्भवा यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः जलैस्नादि नरस्तस्य गङ्गास्नानफलं स्मृतं देवार्चनं नरकुर्याद्धात्री पत्रैफलैरपि सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम् तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके नित्यं धात्रीं समाश्रित्य तिष्ठन्त्यर्के तुलाश्रिते द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके लुनादिसनरो गच्छेन्निरयानधिगर्हितान् धात्रीछायां समाश्रित्य कार्तिकेन्नम्भुनक्रियः अन्नसंसर्गजं पापमावर्षं तस्य नश्यति धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयदे नरः विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा धात्री तुलस्योर्माहात्म्यमपि देवश्च दुर्मुखः न समर्थो भवेद्वक्तुं यदा देवस्य शार्ङ्गिणः धात्री तुलस्युद्भवकारणं च शृणोति यश्रावयते च भक्त्या विधूतपाप्मा सह पूर्वजैश्च स्वर्गम् व्रजत्याग्र्य विमानसंस्थः इति श्री पाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामसंवादे धात्री तुलस्योर्माहात्म्यं नाम पञ्चाधिकशततमोऽध्यायः ॐ